नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे निच् इति विषयः अनुवर्तते. तत्र पुनस्मरणत्वेन अत्र शोभवर्गे वदति वा अत्र एतावता किं किम् अधीतमिति. आं भगिनि, अस्तु. प्रेरणार्थे निच् इति अभ्यासे प्रथमं सूत्रं यत् अस्माभिः पठितम् आसीत् स्वतन्त्रः कर्ता इति. इत्युक्ते तत्र स्वतन्त्रः इत्यनेन प्रधानतः इति अर्थः भवति. एतत् किं कर्तृसंज्ञाविधायकसूत्रम् अस्ति. कर्तुः संज्ञा भवति, अपि च क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. इत्युक्ते वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति इति. तत्र पुनः स्वतन्त्रतया इत्युक्ते प्रधानतया अथवा मुख्यतः इति अर्थे भवति. अपि च तत्र मुख्य अंशः अपि आसीत् यत् वक्तुः विवक्षातः कारकाणि भवन्ति इति. अपि च कारके इत्यस्य अधिकारः अस्ति अस्मिन् सूत्रे. कारके स्वतन्त्रः कर्ता इति. अग्रे अपि च तत्र क्रिया कारकम् इत्युक्ते किम् इति अपि दृष्टवन्तः. क्रियाजनकत्वं कारकत्वं भवति इति. इत्युक्ते यः क्रियां जनयति स्वतन्त्रतया इति तेन कारकं भवति इति. अनन्तरं तत्र क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति अपि दृष्टवन्तः. पुनः तत्र तदेव मुख्यतः प्रधानतः इति स्वतन्त्रतया इत्यस्य अर्थः. अपि च तत्र अग्रे कर्तुः सचेतनः एव भवेत् इति नियमः नास्ति इति अपि दृष्टवन्तः. किन्तु तस्मात् पूर्वं तत्र देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इत्यादीनि उदाहरणानि दृष्टवन्तः. तत्र वक्तुः इच्छानुसारं कर्ता भिन्नभिन्नरूपेण भवति इति. इत्युक्ते तत्र माता ओदनं पचति इति वक्तुं शक्नुमः. तत्र ओदनं पचत् अस्ति इति अपि वक्तुं शक्नुमः. अथवा स्थाली ओदनं पचति इति. तत्र तेषु त्रिषु वाक्येषु भिन्नभिन्नकर्तारः भवन्ति. पुनः तत्र वक्तुः इच्छानुसारं. तदनन्तरं कर्तुः यत्तत् कर्तुः तत्र तत् सः अस्ति यः सक्रियः भवति यदा अन्यानि कारकाणि क्रियाशीलानि न अभवन् इति. अपि च तत्र कर्तृकारकः किं तत्र कर्तुः अधीने अन्यानि कारकाणि सन्ति इति अपि दृष्टवन्तः. अपि च कर्तृकारकं अन्येषां कारकाणां कृते प्रतिनिधिः भवति इति. अपि च अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति इति. इत्युक्ते तत्र देवदत्तः आस्ते अथवा देवदत्तः शेते इति. तत्र केवलं वाक्ये देवदत्तः एव अस्ति. अतः सः एव कर्ता, सः एव स्वतन्त्रतया क्रियां जनयति तत्र. तदनन्तरं अग्रे तत्प्रयोजको हेतुश्च इति सूत्रं. तत्र संज्ञासूत्रम् अस्ति. स्वतन्त्रतः कर्ता इति किं तत्र कर्ता तदपि कर्ता कीदृशः इति उक्तम्. अपि च इदानीं तत्प्रयोजकः हेतुः च इति. तत्र प्रयोजक संज्ञासूत्रम् इदम् कर्तुः प्रयोजकः अपि प्रयोजकसंज्ञा अपि भवति. अपि च हेतुसंज्ञा अपि भवति. यथा तत्र कर्तुः प्रयोजकः हेतुसंज्ञः कर्तृसंज्ञः च स्यात् इति. अपि च तत्र अन्यत् किमस्ति, कर्तुः अर्थः कः इति एतेन सूत्रेण. कस्य कस्य हेतुसंज्ञा कर्तृसंज्ञा भवति? कर्तुः हेतुसंज्ञा प्रयोजक प्रयोजकसंज्ञा हेतुसंज्ञा कस्य इत्युक्ते यः प्रेरयति कारणं भवति तस्य प्रयोजक हेतुसंज्ञा भवति. प्रेरक प्रेरक हेतुसंज्ञा भवति इति न, कर्तुः यः प्रयोजकः अस्ति सः एव प्रेरकः. कर्तुः प्रयोजकः प्रेरकः आम्, यः प्रेरकः अस्ति तस्य हेतुसंज्ञा कर्तृसंज्ञा भवति. इत्युक्ते स्वतन्त्रकर्ता इति सूत्रेण यस्य कर्तृसंज्ञा भवति तादृशकर्तुः यः प्रयोजकः अस्ति इत्युक्ते यः प्रेरकः अस्ति तस्य हेतुसंज्ञा अपि भवति कर्तृसंज्ञा अपि भवति. अस्तु, तर्हि तत्र विपरीतरीत्या यः प्रयोजकः अस्ति, प्रयोजकः अस्ति, प्रेरितः अस्ति, सः कर्तुः अपि हेतुः. प्रेरितः नास्ति, प्रेरकः. प्रेरकः प्रेरकः प्रयोजकः इति तस्य अत्र सामान्यतया प्रयोजकः प्रयोज्य इति भवति, प्रयोजकप्रयोज्यभावः इति इति वदामः. अत्र तु प्रयोज्य इति न उक्तम्, इत्युक्ते सः प्रेरितः, हूस् मोटिवेटेड्. Motivator is the prayojaka, or the person who causes the action to happen is the prayojaka. The person who does the action is the prerita. Prerita, ha. Adi kepti kartukuda. Tatra prerakasya kartusanya api bhavati hetu sanya api bhavati iti uktam. Vijayalakshmi bhagini, romba nanarku, you can kindly mute. Oh, I am so sorry. Asu. तत्र अपि च तत्र तत् इति उक्तं सूत्रे, तत् प्रयोजकः हेतुः च इति. तत्र तत् इति सर्वनामपदं, तेन कर्ता कर्ता कर्तुः एव किं तत्र कर्तुम् उद्दिश्य उक्तम् इति, कर्तारम् उद्दिश्य उक्तम् इति. तत् प्रयोजकः हेतुः इति, प्रयोजकः हेतुः इति. अपि च अग्रे अग्रे अपि हेतुमति च इति अपि दृष्टवन्तः. तत्र हेतुमति च इति निच् विधायकसूत्रम्. अपि च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर् निच् स्यात् इति, इत्युक्ते तत्र पुनः क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः इति. हेतुः इति कारणः इति सति सत्त्वे क्रियायां यः प्रयोज्यं प्रेरयति. इदानीं तत्र तत्प्रयोजकः हेतुः च इति उक्तं, तत्र प्रयोजकस्य प्रेरकस्य कर्तृसंज्ञा भवति इति, हेतुसंज्ञा भवति इति. इदानीं हेतुमति च इति इत्यस्मिन् प्रयोज्यं किम् अथवा कं प्रेरयति इत्युक्ते प्रयोज्यं प्रेरयति इति. तत्र प्रयोज्यसंज्ञा भवति यः प्रेरितः भवति तस्य, किन्तु तत्र णिच् विधायकसूत्रम् इति उक्तम्. अपि च प्रयोज्यसंज्ञा इति कुत्रापि न उक्तं, प्रयोज्यसंज्ञा इति न, क्षम्यतां, तत्र प्रयोज्य इति यथा प्रयोजक यदा भवति तत्र कोऽपि भवति यः प्रयोज्यः भवति इति. क्षम्यतां, तत्र सूत्रे न उक्तं, किन्तु प्रयोजकः भवति चेत् प्रयोज्यः अपि अस्ति इति. तं प्रेरयति क्रियार्थम् इति. अपि च तत्र किं हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च अस्तु. तत्र अपि दृष्टवन्तः, तत्र हेतुमान् इत्युक्ते किम् इति, मतु प्रत्ययः अस्य अस्मिन् हेतुः अस्ति इति हेतुमान् इति भवति. तत्र प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति इति, तत्र प्रेषणादिव्यापारः अधिकरणं भवति अपि च हेतुमान् इति आधेयः भवति इति दृष्टवन्तः. तत्र आधेय आधेय आधार आधेय आधेयः भवति, हेतुः आधेयः भवति. हेतुः कः? हेतुः हेतुमान् न, हेतुः आधेयः भवति व्यापारे. हेतुः कः? तत्र हेतुः व्यापारः, स च व्यापारः हेतुमान् भवति. एकक्षणं भगिनि, व्यापारः इति प्रेषणादिक्रिया, तत्र प्रयोजकनिष्ठः प्रेषणादिव्यापारः. एकक्षणं, तत्र अस्मिन् स्त यत्र हेतु व्यापारे प्रयोजकः कर्तु प्रयोजकः हेतुः अस्ति, यतोहि सः कारणः प्रयोजकः हेतुः हेतुः प्रयोजकः हेतुः इत्युक्ते सरलतया वदामः चेत् यत्र तत्र यत्र प्रयोजकव्यापारः अस्ति. प्रयोजकव्यापारः इत्युक्ते कः किम् इति चेत् एकः भवति प्रेरकः, एकः भवति यत्र एतादृशं भवति इत्युक्ते वन् हू इस् मोटिवेटिङ्ग् एण्ड् वन् हू इस् गेटिङ्ग् मोटिवेटेड् इति तादृशं व्यापारः यत्र भवति तादृशसन्दर्भे धातुतः निच् प्रत्ययः प्रेरणार्थे भवति हेतुमति च इति सूत्रेण. यत्र प्रयोजकः व्यापारः इत्युक्ते अत्र सरलतया व्यापारः इत्युक्ते व्यापारः इति वदामः चेत् अत्र तत्र बहूनां क्रियाणां ग्रहणं भवति. क्रिया इत्युक्ते तत्र व्यापारः इत्युक्ते न केवलं तत्र प्रेरणा इति व्यापारः, प्रेषणा इति व्यापारः अपि भवति, आज्ञा इति भवति, सम्मतिः भवति. एतत् सर्वम् अस्माभिः दृष्टं खलु गतवर्गे. आज्ञा अनुमतिः इति भिन्नभिन्नरीत्या भवति, न केवलं तत् इत्यादयः अपि. एवं रीत्या अन्ये अपि व्यापाराः भवितुम् अर्हन्ति. अत्र व्यापारः इति यदा वदामः तत्र सामान्यतया यत्र यत्र कुत्रापि धातोः अर्थद्वयं भवति, फलं च व्यापारः च. सर्वत्र व्यापारः इति यदा वदामः तत्र व्यापारः इति यदा वदामः तदानीं तत्र एका एव क्रिया इति न. इदानीं पचति इति अहं वदामि चेत् तत्र पचति इति वदामः चेत् तत्र क्रिया का तत्र कोऽपि वदतु? पचति, पचति पचनक्रियायां यत् यत् ये यानि करणानि भवन्ति ते सर्वे व्यापाराः भवन्ति. किमर्थं करणानि इति उक्तं? करणं करणः वा करणः करणम् इत्युक्ते किं? करणम् इत्यस्य भवत्याः विवक्षा का? करणम् इत्यनेन अधिकरणानि न अधिकरणानि इति न. पचनक्रिया इति यदा वयं वदामः तत्र बह्व्यः क्रियाः भवन्ति. इत्युक्ते वेन् यु से कुकिङ्ग् देर् आर् सो मेनि आक्टिविटीस् इन्वाल्ड्. लैक् यदि तत्र ओदनस्य पचनम् इति वयं वदामः चेत् तदानीं चुल्लेः ज्वालनं, पात्रस्य स्थापनं, तत्र तण्डुलस्य प्रक्षालनं, तदनन्तरं तण्डुले तत्र पात्रे स्थापनं, तदनन्तरं तस्मिन् जले स्थापनम्, एतत् सर्वं यत् भवति ताः सर्वाः क्रियाः अपि व्यापारः इति शब्देन उच्यते. अतः यदि अहं तण्डुलस्य प्रक्षालनं करोमि तदानीमपि अहं वदामि अहं पचामि इत्येव. इदानीं माता पचति इति यदा वयं वदामः तदानीं तस्मिन् क्षणे सा केवलं तण्डुलस्य प्रक्षालनमेव तत्र करोति, तदानीमपि पचति इत्येव व्यवहारः. यदा तत्र तण्डुलस्य पात्रे स्थापनं भवति तदानीमपि पचति इति व्यवहारः. चुल्हेः ज्वालनं यदा भवति तदानीमपि पचति इति व्यवहारः. इति कृत्वा व्यापारः इति यदा वयं वदामः तदानीं व्यापारः इत्यनेन बह्व्यः क्रियाः भवन्ति, क्रमशः क्रियाः भवन्ति, एकस्य अनन्तरम् एकस्याः अनन्तरम् एकस्याः अनन्तरम् इति क्रमेण क्रियाः भवन्ति. एवमेव अत्र व्यापारः इति वयं वदामः चेत् अत्र एका एव क्रिया इति नास्ति, बह्व्यः क्रियाः भवन्ति. अत्र हेतुमति च इत्यनेन धातुतः निच् प्रत्ययः यदा भवति, इदानीं पच् धातुतः निच् प्रत्ययः यदा भवति तत्र तु पाचयति इति यद्रूपं लभ्यते. पाचयति इति यदा वयं वदामः तत्र एका तु प्रधानक्रिया, प्रयोजकः तत्र तत्र कर्तारं प्रेरयति, प्रयोजककर्ता तत्र अनिजन्तकर्तारं प्रेरयति. प्रेरणारूपक्रिया इति एका क्रिया. तत्र पच् इति धातौ अपि बह्व्यः क्रियाः भवन्ति. पाचयति इति रूपसाधनार्थं पच् योगः णिच् इति वयं वदामः. तदानीं पाची इति नूतनधातुः. पाची इति धातौ प्रधानतया तत्र क्रिया का इति चेत् प्रेरणारूपा क्रिया. इदानीं माता पुत्रेण किं पाकम् अन्नं पाचयति इति किमपि वदति चेत् तत्र पाचयति इत्यनेन प्रेरणारूपा क्रिया अस्ति. परन्तु तस्मिन्नेव अन्तर्निहितः अस्ति अन्ये व्यापाराः यथा तत्र पचनक्रियां कर्तुं तत्र कर्ता तत्र अन्यत् बहु किमपि करोति खलु पचनं कर्तुं. तेषां सर्वेषामपि ग्रहणं भवति, सः व्यापारः इति वयं वदामः चेत्. अत्र प्रधानतया हेतुमती च इत्यत्र यः व्यापारः इति वयं वदामः, सः व्यापारः कीदृशः इति चेत् प्रवर्तनारूपः भवितुमर्हति, आज्ञा भवितुमर्हति, अध्येषणा भवितुमर्हति, सम्मतिः भवितुमर्हति, उपदेशः भवितुमर्हति, अनन्तरं निरोधाचरणम् इत्यपि भवितुमर्हति इत्यादयः. इत्येवं रीत्या अन्ये अपि व्यापारः भवितुम् अर्हन्ति. इत्युक्ते तत्र यत् क्रियायाः आरम्भः यदा भवति ततः तत्र क्रियायाः अन्तिमपर्यन्तं यत् यत् भवति तत्सर्वं व्यापारः इति वक्तुं शक्नुमः. सत्यम्. आङ्ग्लभाषायामपि ऐ एम् कुकिङ्ग् इति यदा अहं वदामि, कुकिङ्ग् इति यदा अहं वदामि तत्र तत्र बह्व्यः क्रियाः भवन्ति खलु. यत्किमपि यदा अहं करोमि तदानीमपि अहं कुकिङ्ग् इत्येव वदामि खलु. एवमेव अत्रापि संस्कृतभाषायामपि पचनम् इति वयं वदामः चेत् अत्र बह्व्यः क्रियाः भवन्ति, तेषां सर्वेषामपि ग्रहणं यत्किमपि भवतु तत्र पाकक्रिया इत्येव वयं वदामः खलु. सत्यं भगिनि. अस्तु. तत्र हेतुमती च इति सूत्रेण यत्र प्रयोजकव्यापारः अस्ति, प्रयोजकव्यापारः कीदृशः इति चेत् प्रेषणादिः इति वयं वदामः. प्रयोजकव्यापारः तत्र प्रवर्तनारूपः, प्रेरणारूपः, आज्ञारूपः, अध्येषणारूपः, उपदेशरूपः इत्यादयः. एते सर्वे अपि तत्र वयं स्वीकुर्मः. अनन्तरम् एतान् सर्वान् वयं स्वीकुर्मः. अनन्तरं तत्र किम् अस्ति इति चेत् एतादृशसन्दर्भे एतादृशप्रयोजकव्यापारः यत्र अस्ति तदानीं तत्र धातुतः निच् प्रत्ययः भवति. प्रयोजकव्यापारः इति वयं अहं वदामि चेत् तत्र प्रयोजककर्ता तु भवति एव. प्रयोजककर्ता अस्ति चेत् तत्र प्रयोज्यकर्ता अथवा तत्र किम् अणिजन्त अवस्थायां यः कर्ता सः अपि भवति, प्रयोज्यकर्ता अपि भवति, प्रयोजककर्ता अपि भवति. तादृशसन्दर्भे हेतुमति च इति सूत्रेण सर्वेभ्यः धातुभ्यः निष्प्रत्ययः विधीयते. अवगतं खलु? आं भगिनि. अस्तु, तर्हि एतत् सर्वम् अस्माभिः दृष्टं. तत्र उदाहरणानि अपि दृष्टानि. प्रेषणादौ इत्यत्र वयं वदामः, तत्र सर्वाणि उदाहरणानि अस्माभिः दृष्टानि. प्रेषणम् इति वयं वदामः चेत् तदानीं यः यजमानः अस्ति सः सेवकं कार्यं कर्तुं प्रेरयति, सा एव प्रेषण अथवा आज्ञा इति वयं वदामः. यत्र स्वामी अस्ति सः कर्मचारिणा कार्यं कारयति, तत्र तु प्रेषण. अनन्तरम् अध्येषण इत्युक्ते यत्र मित्राणि सन्ति तयोः मध्ये अध्येषण भवितुमर्हति. समानस्य यत्र समानस्तरे यत्र बहवः सन्ति तेषां मध्ये यः व्यवहारः तदानीम् अध्येषणा इति भवितुमर्हति. अथवा आचार्यः शिष्यं प्रति किमपि वदति चेत् तदपि अध्येषणा इति भवितुमर्हति. अनन्तरम् अनुमतिः इति तु वयं जानीमः, यः उच्चस्तरे अस्ति सः नीचस्तरे यः अस्ति तस्य तं प्रति अनुमतिः इति अनुमतिः ददाति अनुमतिं ददाति इति वयं वक्तुं शक्नुमः. अनन्तरम् उपदेशः इत्युक्ते तत्र वैद्यः, यथा तत्र वैद्यः रुग्णं प्रति किमपि वदति तत्तु उपदेशः अस्ति, अथवा मन्त्रिः तत्र राज्ञा राजानं प्रति किमपि वदति चेत् तदपि उपदेशः इति भवितुम् अर्हति. अनन्तरम् अनुग्रहः इत्यस्य विषये अस्माभिः चर्चा गतवर्गे अस्माभिः चर्चा कृता. तत्र उक्तं हननात् भीत्या पलायमानस्य निरोधाचरणम् अपि प्रयोजकव्यापारः इति अस्माभिः दृष्टम्. उदाहरणमस्ति, दुर्जनः हन्त्रा वितग्रस्तं पलायमानं गृहीत्वा मारयति इति. एकः दुष्टः अन्यं प्रति उपकारं करोति, तद् अनुग्रहरूपेण अस्ति. अस्तु, इदानीं तत्र धातुभ्यः निच् प्रत्ययः विधीयते चेत् तदानीं सनाद्यन्तादातवः इति सूत्रेण धातुसंज्ञा नूतनधातुसंज्ञा भवति. सनाद्यन्तदातवः तत्र सनादि सनाद्यन्ताः इत्युक्तं, तत्र सनादिप्रत्ययाः ये द्वादशप्रत्ययाः सन्ति तेषां सर्वेषां ग्रहणं यदा ते प्रत्ययः सनादिप्रत्ययः यस्य धातोः अन्ते अस्ति तादृशधातुः सनाद्यन्तः सनाद्यन्तः तर्हि तादृशधातोः संज्ञा नूतनधातुसंज्ञा भवति. सनाद्यन्ताधातवः इति तत्र नूतनधातुसंज्ञा भवति. तदपि अस्माभिः पठितं गतवर्गे. तत्र द्वादशप्रत्ययाः सन्ति, सन् क्यच् काम्यच् क्यश् क्यम् इत्यादयः. तेषु णिच् इत्यपि अन्यतमः अस्ति. यदा धातुतः णिच् प्रत्ययः विधीयते प्रेरणार्थे वा भवतु स्वार्थे वा भवतु उभयत्र धातुतः यदा णिच् प्रत्ययः विधीयते तदानीं सनाद्यन्ताधातवः इत्यनेन धातुसंज्ञा भवति. एते धातवः एव आतिदेशिकधातवः इति वयं वदामः. उपदेशिकधातवः उपदेशिकधातूनां धातुसंज्ञा भुवादयो धातवः इति सूत्रेण भवति. परन्तु यत्र सनादिप्रत्ययः अस्माभिः योज्यते तत्र ते धातवः आतिदेशिकधातवः इति वयं वदामः. नूतनधातुसंज्ञा एते धातवः नूतनतया अस्माभिः एव निर्मिताः सन्ति. सनाद्यन्तदातवः इत्यपि गतवर्गे पठितं खलु. हरि ओम्. न पठितं वा? अस्तु, इदानीम् अद्य पठामः. तर्हि अस्तु, उषा भगिनी भवत्येव पठतु. अस्तु भगिनि, णिजन्तधातोः यः धातुसंज्ञा भवति अनेन सूत्रेण, णिजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण. सनात्यन्ताधातवः गुप्तिज्किद्भ्यः सन् इत्यस्य सन् इत्यारभ्य कमेर्निङ् इत्यस्य णिङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवति येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. सन् आदौ येषां ते सनातयः, सनातयः अन्ते येषां ते सनात्यन्ताः, सनात्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. सनात्यन्ताः धातवः, सनात्यन्ताः धातवः वदति. गुप्तिचिकित्भ्यः सन् इति सूत्रम् आरभ्य सन् इति प्रत्ययः आरभ्य कमेर्णिङ् इत्यस्य सूत्रस्य कृते सूत्राणां कृते यः प्रत्ययः विधीयते, यः प्रत्ययः परिगणितधातोः तः विधीयते तत् प्रत्यय अन्ताः सनात्यन्ताः इति भवति. तादृशसनात्यन्ताः सनात्यन्ताः इति प्रथमान्तं, धातवः अपि प्रथमान्तं. सनात्यन्ताः धातवः तत् धातोः सनात्यन्ताः इति भवति. तत् धातुसंज्ञा नूतनधातुसंज्ञा भवति, नूतनधातुसंज्ञा यतोहि तादृशसूत्राणां यः प्रत्ययः विधीयते तादृशसूत्राणां कृते यः प्रथमाविभक्तौ दत्तः प्रत्ययः प्रथमाविसूत्रैः यः प्रत्ययः विधीयते यः प्रत्ययः विधीयते तत् प्रत्ययाः अन्तधातोः धातोः नूतनधातुसंज्ञा भवति सनात्यन्ताः धातवः इति सूत्रेण सम्यक् तत्र द्वादशप्रत्ययाः गुप्तिच्किद्यः सन् इति तत्र अष्टाध्यायं वयं पश्यामः चेत् तृतीयाध्याये प्रथमपादे पञ्चमं सूत्रमस्ति इत्यारभ्य अमेरिणिङ् इति अन्तपर्यन्तं द्वादशप्रत्ययाः सन्ति तत्र वस्तुतः एकः प्रत्ययः तु वार्तिकेन लभ्यते तर्हि एकादशप्रत्ययाः सूत्रैः उच्यन्ते अपि च एकः प्रत्ययः वार्तिकेन क्विप् इति प्रत्ययः वार्तिकेन भवति तर्हि एतादृशप्रत्ययाः यस्य अन्ते अस्ति यस्य धातोः अन्ते अस्ति तादृशधातुः सनाद्यन्तः तादृशसनाद्यन्तः इत्यस्य धातुसंज्ञा भवति नूतनधातुसंज्ञा भवति ते एव सनाद्यन्ता दातवः इति वयं वदामः भगिनि क्विप् कस्य सूत्रस्य वार्तिकं कस्य सूत्रस्य वार्तिकं न क्विप् इति प्रत्ययः वार्तिकेन विधीयते अन्ये सर्वे प्रत्ययाः सन् क्यच् काम्यच् क्यश् इत्यादयः तत्र साक्षात् सूत्रमस्ति विधानार्थम् अष्टाध्याय्यां परन्तु क्विप् इति प्रत्ययार्थं तत्र सूत्रं नास्ति तदर्थं वार्तिकमेव अस्ति अस्तु तर्हि इदानीम् अग्रे गच्छामः अग्रे अरविन्द महोदय पठतु द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति सन् क्यच् काम्यच् क्यष् क्यङ् क्विप् निङ् इयं निच् यक् आय यम् इति येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकम् येषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव अतः निच् प्रत्ययस्य योजनेन चोरि पाटि लेखि इत्यादयः यावन्तः दातवः सृष्टाः ते सर्वे सनात्यन्तदातवः इति सूत्रेण धातुसंज्ञकाः एते अधिदेशदातवः औपदेशिकदातवः उपद्विसहस्रं ते भुवादयो दातवः इति सूत्रेण धातुसंज्ञः भवति अत्र सनाद्यन्तदातवः इति सूत्रेण तत्र गुप्तिजि सन् इति आरभ्य कमेर्निङ् इति पर्यन्तं सूत्रेषु इयं किमपि प्रत्ययः दत्तः यथा सन् क्यन् क्याम्यच् क्यष् क्यं निङ् यं क्यच् निच् यक् आय यम् एवं वार्तिकबलेन क्विप् इति द्वादशप्रत्ययाः ये भवन्ति ते क्वचित् धातुतः क्वचित् प्रातिपदिकात् योजनं भवति यत् धातुतः योजनं भवति चेत् धातुतः योजनं भवति चेत् नूतनधातवः इत्युक्ते आदिदेशिकदातवान् उत्पन्नं भवति तस्य संज्ञा अस्ति सनाद्यन्तदातवः यदि द्वादशप्रत्ययानाम् उपयोगो न भवति अन्ते औपदेशिकदातवः इति भुवादयो दातवः इति सूत्रबलेन एव धातुसंज्ञा भवति इति समीचीनम् सम्यक् तर्हि तत्र यदस्माभिः चर्चितं तदेव तत्र द्वादशप्रत्ययः तत्र सनाद्यन्ताः इति यदा वयं वदामः तदानीं तत्र समासः कथम् इति सर्वदा स्मर्तव्यं सन् आदौ येषां ते सन् आदौ येषां ते इत्यस्य कः अर्थः सन् प्रत्ययः येषु आदिमा भवति ते येषाम् इत्युक्ते केषां प्रत्ययेन प्रत्ययेषां प्रत्ययेषु प्रत्ययेषु सन् आदिमः प्रत्ययः आदिमप्रत्ययः इत्यादयः इत्युक्ते अन्ये प्रत्ययाः इत्युक्ते तत्र प्रत्ययानां समूहः अस्ति तेषु आदिमः अस्ति सन् प्रत्ययः इतोपि अन्याः अपि सन्ति अन्ये प्रत्ययाः अपि सन्ति तर्हि ते एव सनादयः इति वयं वदामः तत्र आदिमः अस्ति सन् अपि च अन्ये अपि प्रत्ययाः सनादयः इति एकः समूहः अस्ति सनादयः इति इदानीं सनादयः अन्ते येषां ते इदानीम् येषां के अङ्गरूपी धातु एवं प्रति अन्तम् अन्ते भवति चेत् अङ्गं भवति न इत्युक्ते तत्र धातोः अन्ते येषां ते इत्युक्ते धातोः अन्ते धातोः अन्ते इत्युक्ते सन् प्रत्ययः अस्ति चेत् अङ्गस्य अन्ते इति तु वक्तुं शक्नुमः परन्तु स्पष्टतया वक्तव्यं चेत् धातुः इति वदामः यतोहि धातुतः एव एते प्रत्ययाः विधीयन्ते इति कृत्वा सनादयः अन्ते येषां ते इत्युक्ते केषाम् इति चेत् स्पष्टतया वक्तव्यं चेत् धातवः येषां धातूनां सनादयः सन्ति ते सनाद्यन्ताः अस्तु समीचीनं धन्यवादः महोदय इदानीम् अग्रे तत्र विजयलक्ष्मी भगिनी पठितुं शक्नोति वा आं भगिनि हा कृपया पठतु निच् प्रत्ययः त्रिप्रकारकः यः निच् प्रातिपदिकेभ्यः विधीयते मुण्डमिश्रश्लक्ष्ण श्लक्ष्ण लवण व्रत वस्त्र हल कलकृत सुस्तेभो निच् इत्यनेन सत्यापपाशरूपवीणातूलश्लोकसेनालोम त्वच् वर्मवर्णचूर्णचुरादिभ्यो निच् इत्यनेन च प्रातिपदिकेभ्यः निच् भिन्नार्थेषु भवति अतः अस्मिन् पाठे न प्रतिपाद्यते नामधातुप्रकरणे अयं विषयः आयाति यः निच् चुरादिभ्यः स्वार्थे विधीयते सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो निच् इत्यनेन यः निच् प्रेरणार्थे विधीयते हेतुमति च इत्यनेन निच् प्रत्ययः त्रिप्रकारकः भवति प्रेरणार्थे स्वार्थे निच् भवति तत्तु दशमे गणे यानि ये धातवः सन्ति तेषां स्वार्थे निच् भवति सत्यापपाश इति सूत्रेण निच् प्रत्ययः विधीयते अपि च प्रेरणार्थे प्रायः सर्वेषु धातुषु निच् प्रत्ययः विधीयते सारि सर्वेषां धातूनां निच् प्रत्ययः विधीयते हेतुमति च इति सूत्रेण अपि च प्रातिपदिकेभ्यः अपि निच् प्रत्ययः विधीयते यथा नामधातवः सन्ति तेषाम् अपि निच् भवितुम् अर्हति तद् अस्मिन् पाठे न पाठ्यते यतोहि अत्र तु धातुतः ये विधीयते तेषामेव गणना भवति प्रथमः सूत्र प्रथमं सूत्रं नामधातुतः वा भगिनी मुण्डमिश्रश्लक्ष्ण लवण प्रथमसूत्रद्वयम् अत्र सूत्रद्वये द्वितीयसूत्रे अपि द्वितीयसूत्रे अपि तत्र चुरादिभ्यः इति अस्तु अस्ति खलु तस्मात् पूर्वं तत्र प्रातिपदिकानि सन्ति सत्य आपपाशरूपवीणा इति इत्यादयः अपि च मुण्डमिश्र मिश्रश्लक्ष्ण लवण व्रतवस्त्र वस्त्र हालकालः कलकृत समीपे पठामि. मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहालकालकृतस्तेभ्यः निच् तूस्तेभ्यः निच् इति अस्ति. अत्र सर्वाणि प्रातिपदिकानि सन्ति. अत्र एतेभ्यः प्रातिपदिकेभ्यः निच् प्रत्ययः यदा भवति तदानीं ना धातुः लभ्यते. प्रातिपदिकात् इदानीं धातुः, तर्हि ते दातवः एव नामदातवः इति वयं वदामः. यतोहि नामदातवः किमर्थं नामदातवः इति वदामः? तत्र प्रातिपदिकात् विधीयते इति कृत्वा. हा, नामपदमस्ति. नामपदात् तत्र प्रत्ययस्य योजनेन धातुः लभ्यते इति कृत्वा तादृशधातुः नामधातुः इति वयं वदामः. इत्युक्ते सुबन्तपदम् इति यदा वदामः तदानीं सुबन्तपदं तु नामपदमस्ति. तर्हि नामपदात् यदा प्रत्ययः विधीयते तदानीं तत्र नूतनधातुः लभ्यते, सः धातुः नामधातुः इति वयं वदामः. तर्हि आहत्य तत्र त्रीणि सूत्राणि सन्ति निच् विधायकसूत्राणि. सत्यापपाशरूपवीणातूल इति सूत्रं तु अस्माभिः दृष्टं चुरादिगणे. तत्र चुरादिभ्यः णिच् इत्यस्य विषये एव अस्माभिः चर्चितं. सत्यापपाशरूप इत्यादयः तत्र तु प्रातिपदिकानि सन्ति, तस्मिन् विषये अस्माभिः न चर्चितम्. अनन्तरं मुण्डमिश्रश्लक्ष्ण इत्यादयः अपि अस्माभिः न तत्र तत्सूत्रमपि न चर्चितं. प्रातिपदिकात् निष्प्रत्ययः विधीयते इति कृत्वा हेतुमती च इति तु सूत्रम् अस्मिन् करपत्रे अस्माभिः अधीतमेव इति कृत्वा आहत्य त्रीणि सूत्राणि. इदानीं तु अस्माकम् अवधानं हेतुमती च इति सूत्रे एव. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. मीनभगिनी अग्रे. प्रेरणार्थे निचि तिङन्तनिष्पादनप्रक्रिया. प्रेरणार्थे निचि तिङन्तनिष्पादनप्रक्रिया. ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे, ते सर्वे प्रेरणार्थे ण्यन्तप्रक्रियायाम् अपि प्रयुक्ताः. अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयम्. अत्र यत्र शुरादिगणे स्वार्थे निष्कृतयः अस्ति तत्र प्रेरणार्थे अपि ण्यन्तप्रक्रियायां प्रयुक्तः अस्ति. तत्र सोपानत्रयम् अस्ति. प्रथमं धातुः योगः निच् प्रत्ययः निजन्तधातुः भवति. तदनन्तरं निजन्तधातुः योगः शप् विकरणप्रत्ययः तत् प्रत्ययः अनन्तरं भवति, तस्मात् अङ्गं भवति, अङ्गं निर्मितं भवति तत्र अङ्गं. तदनन्तरं तिङ् प्रत्ययः योजनेन तिङन्तरूपम् अन्तिमरूपं भवति. अत्र सोपानत्रयम् अस्ति. धातु धातुतः निच् प्रत्ययः भवति. उदाहरणं चुरुति धातु निच् प्रत्ययः भवति. निच् तत्र इ एव अवशिष्यते. तत्र षकारः हलन्त्यं नि इति चुटु इति सूत्रेण अपगच्छति. तत्र चोरि इति धातुः मम करपत्रे तु नास्ति. अहं उदाहरणं ददामि भगिनि. अस्तु अस्तु, उदाहरणं वदति वा अत्र? अस्तु अस्तु, वदतु. चोरि इति निजन्तधातुः भवति. तदनन्तरं निजन्तधातुः योगः शप् विकरणं चोरि योगः शप् भवति. तत्र सार्वधातुकसूत्रेण गुणं भवित्वा तदनन्तरं एचोयावः चोरय भवति अङ्गं. तदनन्तरम् अङ्गतिङ् प्रत्ययः चोरयति इति अन्तिमरूपम्. अत्रापि निच् प्रत्ययस्य संयोजनेन तस्य निमित्तत्वा भगिनि एकक्षणम् एकक्षणं चोरयति इति रूपं कस्मिन् अर्थे? स्वार्थे. भवती स्वार्थे उक्तवती खलु. इदानीम् अस्माकं विषयः कः? अस्माकं विषयः इदानीं कः? ओ प्रेरणा प्रेरणार्थे निचित् ओ निच् निच् योजनानन्तरं निच् भवति वा इति कृत्वा मया पृष्टं कुतः पठति इति. मम संशयः जातः भवती चुरादिगणीयपाठे पाठात् पठति इति. अत्रापि निच्प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यत्रयं सम्भवति औपदेशिकधातोः स्वरूपम् अनुसृत्य. एकक्षणं भगिनि, भवती उदाहरणम् उक्तवती, परन्तु तत् उदाहरणं तु चिरादिगणीयविषयः अस्ति. चुर्योगः णिच् इति तत्र तु णिच् प्रत्ययः स्वार्थे अस्ति. इदानीं प्रेरणार्थे अस्ति चेत् कथं भवति इति प्रतिपादयतु. तत्र चोरि इति धातु इदानीं भवति प्रथमं स्वार्थे णिच् भवति चुरादिगणे, तदनन्तरं निच् भवति. तत्र एकसूत्रम् आगच्छति किल, न पठितम् इदानीम्. इति कृत्वा तत्र वस्तुतः चोरी इति धातुं त्यजतु. तर्हि इदानीं पट् धातुं स्वीकृत्य वदतु. पट् इति धातु निच् प्रत्ययः पट् अनिच् भवति, ई भवति. तत्र अचोन्यति इति अत्र भवति. तत्र अजन्तं पाटि इति भवति. तत्र पट् इति ऐम् सारि पट् इति अत्र उपादायः इति सूत्रेण निच् योजनेन तत्र वृद्धिः भवति. तत्र पाटि इति रूपं भवति, धातुरूपम् इदानीम्. समीचीनम्. तत्र तु पट् धातोः पाटी इति यद् नूतन यः नूतनधातुः लब्धः, सः धातुः तु इदानीं प्रेरणार्थे अस्ति. प्रेरणार्थे समीचीनम्. यद्यपि प्रक्रियायां महान् भेदः नास्ति. प्रेरणार्थे वा भवतु स्वार्थे वा भवतु, प्रक्रियायां महान् भेदः नास्ति. तथापि कस्मिन् अर्थे प्रत्ययः भवति इति सम्यक्तया तत्र ज्ञातव्यं भवति. कस्मिन् अर्थे प्रत्ययः, प्रादिगणे प्रत्ययः स्वार्थे भवति इत्युक्ते प्रत्ययस्य विशेषः अर्थः नास्ति. परन्तु प्रेरणार्थे प्रत्ययस्य विशेषः विशिष्टः अर्थः अस्ति. हेतुमति च इत्यनेन विधीयते. अतः प्रत्ययस्य विशिष्टः अर्थः अस्ति इति कृत्वा अत्र यद्यपि रूपं चोरयति इति, प्रेरणार्थे अपि चोरयति इति रूपं, स्वार्थे अपि चोरयति इति रूपं, परन्तु द्वयोः अर्थे भेदः अस्ति इति स्मर्तव्यम्. अस्तु, इदानीं धन्यवादः भगिनि. अग्रे तत्र त्रीणि सूत्राणि परिचितानि सन्ति, अतः झटिति एव गच्छामः. अत्र उमा भगिनी पठतु अचोयनिति. अस्ति वा भगिनि? ऐ एम् म्यूट्. ओके. अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति निति सूत्रम् एकवारम् उच्चारयतु. सूत्रम् उच्चारयतु. अचो निति 72115. अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति निति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन. अतः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य, अतः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः. य च न च नौ नौ इतौ यस्य तत् तस्मिन् निति द्वन्द्वगर्भ बहुव्रीहिसमासः. अतः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रं वृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य वृद्धिः निति प्रेरणार्थक निचि यथा नी योगः निच् नै योगः यि नायि नाययति इति आगच्छति. सो अतो अचोनिति सूत्रेण अचः अङ्गस्य वृद्धिः भवति अजन्ताङ्गस्य वृद्धिः भवति मिति इति मिति प्रत्यये परे धातुतः णित् प्रत्ययः आर् इत् प्रत्ययः योजयति चेत् अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति अचूनिति सूत्रेण. उदाहरणं नी धातुः योगः णिच् प्रत्ययोजनेन नी वृद्धिः भवति, तस्मात् नै इति आगच्छति. तेन् णिच् प्रत्यय णिच् प्रत्यये छ अण्ड् नी इति संज्ञा भवति, तस्य लोपः अस्ति, इ एव अवशिष्यते, इ एव अवशिष्यते. सो नै प्लस् इ ना इ इति आगच्छति. एचो एचो यवायवसूत्रस्य सो नाययति इति आगच्छति. समीचीनम्. अत्र सूत्रम् अस्माकं परिचितम् अस्ति इति कृत्वा अग्रे गच्छामः. तत्र अग्रे विनय महोदय अग्रे पठति वा? आं भगिनि. अतोपधायाः सूत्रमस्ति, वयं जानीमः. उपधायाम् अतः विद्धि इति लिति प्रत्यपरे अतः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं द्विपदं सूत्रं मृजिविद्धिः इतस्मात् विद्धि इत्यस्य अनुविद्धि अचो इणकि इत्यस्मात् इणति इत्यस्य अनुविद्धि अङ्गस्य अधिकारः इत्यस्य अधिकारः अनुविद्धिसहितसूत्रम् अङ्गस्य उपधायाः अतः विद्धि इणति सूत्रस्ति. परन्तु अग्रे यदि पठामः तर्हि प्रेरणार्थक णिचि यथा पठ धातुः योग णिच् पाठी भवति. तत्पठ् तु वयं जानीमः धातुः कः, परन्तु पठ अर्थात् प हलन्त योग ठ हलन्त पठ भवति. अत्र उपधा कः, उपधा अस्ति अ अस्ति, परन्तु अ तपर् अस्ति, तपर् अ अस्ति. तर्हि उपधायाः अत् अर्थात् तपर् अ वृद्धिः भवति. वृद्धि अर्थात् अ वृद्धिरादै च अर्थात् अ आ भवति, ए ऐ भवति, ओ औ भवति इत्यादि. अग्रे पठामः भगिनि. सम्यक्. तर्हि पट् इति धातोः अकारस्य वृद्धिः आकारः खलु, आकारवृद्धिः अस्ति. अतः पाटि इति नूतनधातुः लभ्यते. अत उपधायः इति सूत्रमपि अस्माकं परिचितमेव. अतः इदानीम् अग्रे गच्छामः. सुगन्तलघुपदस्य च इति सूर्यकुमारी भगिनी पठतु. पुगन्तलघुपदस्य च सार्वधातुके अर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति. पुक् अन्तेस्य तत् पुगन्तं, लघ्वी उपधायस्य तत् लघुपदं लघुपथं, पुगन्तच्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः. तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, सार्वधातुक अर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धिः इत्यस्य परिभाषासूत्रात् इकः आयाति यत्र स्थानी नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च सूत्रस्य विवरणम् अस्ति. तत्र पुगन्तमस्ति, लघु उपदा अपि अस्ति. सार्वधातुक अर्धधातुकयोः इत्यस्य पूर्व अनुवृत्ति भवति. णिच् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, निमित्तं पूरितम्. उपदा स्थितस्य एकवर्णः वृद्धिः भवति. क्षम्यतां भगिनि, गुणः भवति. मिदेर्गुणः इत्यस्य गुणः अनुवृत्तिः भवति. इकः इको गुणवृद्धिः इत्यस्य इकः आयाति. तत्र इकः कुत्र इति नोक्तम्. अनुवृत्तिसहितसूत्रमस्ति. पुगन्तलघु उपदस्य सूत्रे उपदस्य अस्ति चेत् उपदस्थितस्य एकः स्थानम् उक्तम्. अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः सम्पूर्णसू अनुवृत्तिसहितसूत्रम्. निच्ययोजनेन उदाहरणमस्ति. प्रेरणाध्ययनेच यथा लिक् योगः निच् हेतुमति च इत्यनेन निच् आयाति. लिक् योगः निच् निरनुबन्धरूपं लिक् योगः नि इ लेक् योगः लिक् योगः इ पुगन्तलघुपदस्य इत्यनेन उपदास्थितस्य एकः गुणः भवति. ई स्थाने ये भवति लेक् भवति. लेक् योगः निच् वर्णमेलनेन लेखी नूतनधातु भवति. निजन्तधातुः धातुसंज्ञा भवति सनाद्यन्तधातवः इत्यनेन. तदनन्तरं सनाद्यन्तधातवः इत्यनेन कर्ताद्रे सेप् आयाति. सेप् योजनेन लेखियोगः यचोयवायावः इत्यनेन ऐ आयाति. लेखया भवति, लेखै भवति. लेखयोगः लेखययोगः थि विवक्षया लेखयति भवति. समीचीनं, सम्यक्. तर्हि पुगन्तलघुपदस्य च इति सूत्रमपि परिचितं. तत्र चुरादिगणे एतानि त्रीणि सूत्राणि अपि अस्माभिः अधीतानि खलु. नूतनं किमपि नास्ति खलु. अचोयनिति अतोपदायाः पुगन्तलघुपदस्य च इति त्रीणि सूत्राणि अपि अधीतानि. कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु, तर्हि इदानीम् अग्रे गच्छामः. लक्ष्मीभगिनी अग्रे पठति वा? भगिनी, अत उपधायाः केवलम् अकारस्य कृते एव खलु? हा, केवलं ह्रस्व अकारस्य कृते. अस्तु, धन्यवादः. अतः तत्र वृद्धिः इति यदा वदति तत्र अन्ये वर्णाः इति अपि उक्तम् इति उक्तम् इति चिन्तयामि. परन्तु न, अन्येषां वर्णानां नास्ति, केवलं अतः इति उक्तं खलु, ह्रस्व अकारस्य एव. अस्तु, लक्ष्मी भगिनी. आं, पठामि भगिनि. नमस्ते भगिनि. नमस्कारः. चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्. चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव चुर् योग निच् चोरि. तदा प्रेरणार्थे विवक्षा भवति चेत् द्वितीयः निच् प्रत्ययः विधीयते, चोरि योग निच्. अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्. चुरादिगणे यदा निच् भवति, स्वार्थे निच् भवति, तेषां प्रक्रिया कथं भवति इति पठितवन्तः. यदि चुरादिगणे एव ये धातवः सन्ति तेषां प्रेरणार्थः यदि विवक्षा अस्ति चेत् प्रक्रिया कथं भवति इति अत्र उक्तमस्ति. तन्निमित्ते अत्र स्वार्थे णिच् न भवति, णिच् भवति पुनः प्रेरणार्थे अपि णिच् विधीयते. तदर्थं एकं सूत्रमपि अत्र अस्ति, अग्रे पठामि भगिनि. हा कृपया. नेरनिठि यस्य आर्थधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् णिच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्तम् अनिठि सप्तम्यन्तं द्विपदमिदं सूत्रम्. अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्थधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. नेः लोपः अनिटि आर्थधातुके. अत्र नेरनिटि इति सूत्रं प्रवर्तते यत्र चुरादिगणे ये धातवः सन्ति तेषां कृते पुनः प्रेरणार्थकः भवति चेत् तेषां कृते नेरनिटि इति सूत्रं प्रवर्तते. अस्य सूत्रस्य अर्थः अस्ति यस्य आर्थधातुकप्रत्ययस्य इडागमः नास्ति. नेः अनिटि इति, अनिटि इति वदामः चेत् नि नेः अनिटि आर्थधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं यः निप्रत्ययः अस्ति तस्य लोपः भवति इति सूत्रार्थः अस्ति. अत्र नि इति वदनेन द्वयोः प्रत्ययोः ग्रहणं भवति, निङ् अपि च णिच्. नकारस्य चुटु इत्यनेन लोपः भवति, ङकारचकारयोः हलन्त्यम् इत्यस्य लोपः भवति, लोपः नास्ति, इत् भवति, पुनः तस्य लोपः इत्यनेन लोपः च भवति, केवलम् इ इति अवशिष्यते. नेः इति षष्ट्यन्तं पदम् अस्ति, अनिटि इति सप्तम्यन्तं पदमस्ति. अनुवृत्तिसहितसूत्रमस्ति नेः लोपः अनिटि आर्थधातुके. नकारस्य लोपः क्षम्यतास्य लोपः, णिच् प्रत्ययस्य लोपः भवति अनिटि आर्थधातुके परे. इडागमः यस्य आर्थधातुकस्य नास्ति तादृश आर्थधातुकप्रत्ययः यथा परे अस्ति तस्मिन् वेलायां, तस्यां वेलायां णिच् प्रत्ययस्य लोपः भवति इति सूत्रार्थः. इदानीं तत्र अनिति इति अस्ति, अनिति इत्यस्य अनन्तरम् आर्धधातुके इति इत्यस्य अनुवृत्तिः अस्ति. आर्धधातुके इति नास्ति चेत् किं भवति तत्र? आर्धधातुके इत्युक्ते यतोहि आर्धधातुकप्रत्यये एव इडागमः भवति. तत् किमर्थम् अनिटि आर्थधातुके आर्थधातुकप्रत्यये अनिटि इत्युक्ते इडागमः यत्र आर्थधातुकप्रत्यये भवति तस्मिन् तस्यां वेलायां नकारस्य लोपः न भवति इति. यत्र आर्थधातुकप्रत्ययः भवति किन्तु इडागमः यत्र नास्ति तत्र एव अस्य सूत्रस्य प्रवर्तनं भवति इति अर्थः. हा, अनिति इत्यस्य अर्थः कः? तत्र कीदृशसमासः? न इट् अनिट् अत्र तत्पुरुषसमासः, नै तत्पुरुषसमासः तस्मिन् इति पुनः सप्तम्यन्तं पदं स्वीकृत्य अनिति इति रूपम्. तत्र न इट् इत्यस्य तत्र न इट् इत्यस्य कः अर्थः? इट् इत्यस्य इडागमः यस्य भवति इति अर्थः, यस्य यस्य प्रत्ययस्य यः प्रत्ययः इडागमः अस्ति इति इट्. यस्य प्रत्ययस्य इडागमः भवति प्रत्ययः इट्. इदानुकूलः इदानुकूलः सत्यम् अनिट् इति वदामः चेत् यस्य इडागम इडानुकूलः यः प्रत्ययः इडाग इडानुकूलः नास्ति इति अर्थः यः आर्धधातुकप्रत्ययः इडानुकूलः नास्ति इति यस्य आर्धधातुकप्रत्ययस्य इडानुकूल्यं नास्ति नास्ति तादृशप्रत्ययः यत्र अस्ति तदानीं तस्मात् पूर्वं निच् प्रत्ययस्य लोपः भवति कथे अत्र आर्धधातुकम् इति न वदनेनापि समान अर्थः भवति खलु इति अर्धधातुक इति पदं नास्ति चेदपि अर्थः समानं भवति वा इति नेः लोपः अनिट् इति तादृशं वदामः चेदपि अनिट् इति अर्धधातुके परे एव भवति खलु निट् अथवा अनिट् अपि अर्थधातुके एव भवति अर्थधातुके प्रत्यय इति न इदानुकूल्यं नास्ति इति यदा वदामः इदानुकूल्यं नास्ति इति तु केवलम् अर्धधातुके एव भवति इति नास्ति खलु इडागमः इति तु अर्थधातुकस्य एव यथा अर्थधातुकप्रत्ययः परे अस्ति तथा एव इडागमः चिन्तनं भवति खलु भवतु तेन अत्र तु अनिटि इति अस्ति खलु नास्ति इति अर्धधातुके इति वदनेन अर्धधातुके इति नावश्यकः इडानुकूल्यम् इडानुकूल्यं नास्ति इति वदामः चेत् इडानुकूल्यं तु केवलम् अर्धधातुके अस्ति इडानुकूल्यं नास्ति इति वयं वदामः चेत् इदानुकूल्यं नास्ति इति तु अर्धधातुके अपि अस्ति सार्वधातुके अपि अस्ति सत्यं सत्यं खलु भगिनी धातु किं अथवा प्रत्यय अपि सम्यक् न श्रूयते उच्चैः वदतु प्रत्ययः अपि च धातोः अपि ग्रहणं भवति इति अनिटि इति वदामः चेत् इति सूर्य आम् आम् अनिटि इति वदामः चेत् प्रत्ययः अपि भवति धातुः इति अपि भवति वा कथं धातु नित् अनुकूल नास्ति चेत् प्रत्यय धातोः विषये तत्र इत् अनिट् इति न वदामः खलु किं वदामः धातोः विषये सेट् धातुः इति वदामः खलु सेट् सेट् अथवा सेट् अनिट् इति वदामः खलु सेट् अनिट् वेट् इति वदामः धातोः कृते अपि भवति अत्र प्रत्ययस्य विषये अत्र धातोः विषये अपि भवति इति वक्तुं न शक्यते खलु अङ्गस्य इत्यस्य अधिकारः अस्ति अङ्गस्य अनन्तरं प्रत्ययः एव खलु आमाम् अतः धातोः विषये अस्ति इति वक्तुं न शक्नुमः अर्धधातुक इति विशेषणविशेषरूपं स्वीकुर्मः चेत् प्रश्नः एव नास्ति न प्रश्नः एव नास्ति विशेषणविशेषभावः एव अस्ति नास्ति इति नास्ति सम्यक् अस्ति अनिति अर्धधातुके इति सम्यक् अस्ति परन्तु एवमेव पृष्टवती यत् अर्धधातुके इति पदस्य अनुवृत्तिः नास्ति नास्ति चेत् कार्यं जायते वा इति प्रश्नः नेः लोप अनिटि इति वयं वदामः चेत् अनिटि प्रत्ययः यः कोऽपि प्रत्ययः अनिट् अस्ति तादृशप्रत्ययः परः अस्ति चेत् नेः लोपः इति वयं वदामः चेत् कुत्रचित् दोषः जायते वा इति प्रश्नः इत्युक्ते आर्धधातुकप्रत्ययपरे यदा अनिट् अस्ति तदा एव एतादृशकार्यं भवति यदि सर्वधातुकप्रत्यय अनिट् अस्ति चेत् तादृशकार्यं नास्ति इति एतत् पाटीयोगः शप् योगः ति इति स्थितौ पाटीयोगः शप् योगः ति इति स्थितौ शप्रत्ययः अर्धधातुकः नास्ति सर्वधातुकप्रत्ययः अस्ति परन्तु अनिति अस्ति वा अनिति प्रसक्ति नास्ति इडानुकूल्यं नास्ति इति कृत्वा अनिट् अस्ति खलु अनिट् अस्ति अनिट् अस्ति तर्हि तत्र निच् प्रत्ययस्य लोपः भवति वा केवलम् अनिट् इति वदामः चेत् तत्र निच् नास्ति किन्तु पाठीयोग शप् स्वीकर्तव्यं वा पाठीयोग निच् स्वीकर्तव्यं वा पाठी इत्यत्र तु निच् अस्ति खलु हा प्रथमं निच् अस्ति ततः परं पुनः निच् अत्र तु द्वितीयः निच् इति किमपि न उक्तं द्वितीयः निच् इति किमपि न उक्तं प्रथमनिच् अस्ति द्वितीयः निच् अस्ति इति किमपि न उक्तं नेः लोपः अनिति अर्धधातुके इति तावदेव उक्तम् उक्तं तर्हि पाठी इत्यत्र निच् प्रत्ययः अस्ति तस्य अनन्तरं शप् प्रत्ययः अनिति अस्ति तर्हि पूर्वतन णिच् प्रत्ययस्य लोपः स्यात् खलु किं यदि अर्धधातुक इति अधिकारे अस्ति तत्र अर्धधातुके कथं त्यजामः किम् अर्धधातुक अधिकारे यदस्ति तस्य अर्धधातुके कथं त्यजामः न त्यजामः त्यक्तुं न शक्यते परन्तु तत्र दलसार्थक्यार्थं तत्र अर्धधातुके इति अत्र नास्ति अन्यत्र कुत्रचित् अस्ति चेत् दोषः जायते वा इति प्रश्नः अत्र अत्र दोषः जायते इति दृश्यते स्पष्टतया अर्धधातुके इति न वदामः चेत् तदानीं तु दोषः जायते एव इति कृत्वा अर्धधातुके इति पदस्य वैलक्षण्यं वर्तते यद्भवान् वदति तु वास्तवं वदति अर्धधातुके इत्यस्य अधिकारे अस्ति अतः अर्धधातुकम् इति कथं त्यक्तुं शक्नुमः इति तु वास्तविकम् अस्ति परन्तु मम प्रश्नः वास्तविकप्रश्नः नास्ति अर्धधातुके इत्यस्य अधिकारे अस्ति अतः अर्धधातुकम् इति भवति एव इति तु अस्ति परन्तु अर्धधातुके इति अधिकारे नास्ति चेत् दोषः जायते वा इति प्रश्नः तर्हि तु तत्र तु दोषः भासते खलु किं भगिनी अत्र अनिति द्रविडप्राणायामः भवति विशेषणविशेष्यभावः अस्ति वा अहं न तत्र सम्यक् न श्रूयते वदतु अनिति अर्धधातुके इत्यस्मिन् उभयोः मध्ये विशेषणविशेष्यभावः अस्ति खलु अस्ति वा अस्ति अस्ति अस्ति अनिति इति केवलं तावदेव वदति चेत् यः कोऽपि प्रत्ययः इति वदति चेत् प्रत्ययः विशेष्यं भवति खलु नेः लोपः अनिति इति तावदेव वदति चेत् अनिति किम् इति चेत् अनिति प्रत्ययः अनिति प्रत्यये प्रत्यये इति भवति प्रत्ययः यः कोऽपि प्रत्ययः धातुतः विधीयमानः अथवा निच् प्रत्ययस्य अनन्तरं यः कोऽपि प्रत्ययः तर्हि ततः अस्ति चेत् तर्हि प्रत्ययः इति भवेत् इति कृत्वा तत्र प्रत्ययः तु अर्धधातुकः अर्धधातुक एव भवेत् खलु प्रत्ययस्य अनिटि इति अनिट् इति प्रत्ययस्य विशेषणं भवति चेत् अर्धधातुक त्यजामः परन्तु अनिट् इति प्रत्ययस्य एव विशेषणं भवेत् तर्हि सः प्रत्ययः अर्धधातुकप्रत्ययः एव भवेत् खलु सः प्रत्ययः अर्धधातुकप्रत्ययः एव भवेत् इति किमर्थम् अनिट् प्रत्ययः इदानीं शप् इति प्रत्ययः अनिट् अस्ति खलु शप्रत्ययः अनिट् अस्ति वा अनिट् अस्ति वा इट् अस्ति वा अनिट् शप् अनिट् इत्यस्य विचारः तु अर्धधातुके एव इति अस्ति किम् इडागमस्य विचारः तु अर्धधातुके एव अस्ति खलु न इडागमस्य विचारस्य विषयः नास्ति इडागमस्य विचारः तु अर्धधातुके एव अस्ति तत्र क्लेशः नास्ति अनिट् यदा अनिट् इति वदामः चेत् तत्र इम्प्लैड् अस्ति खलु अर्धधातुकः एव अस्ति इति यदि इम्प्लैड् इति अस्ति चेत् तर्हि अर्धधातुके इत्यस्य अनुवृत्तिः किमर्थं यदि इम्प्लैड् इति वदति तर्हि अर्धधातुके इत्यस्य अनुवृत्तिः किमर्थं तत्र अनिट् इति अनिट् इत्यस्य विग्रहवाक्यं कथम् अस्ति अनिट् इत्यस्य विग्रहवाक्यं किं न इट् अनिट् तस्मिन् अनिटि इति शप् इति प्रत्ययः न इट् अस्ति वा न वा अस्ति तर्हि अनिट् इति तु सर्वदा अर्धधातुकः एव इति कथम् अर्धधातुकप्रत्ययः अपि प्रायेण अनितः खलु शप् इति प्रत्ययः अनिट् अस्ति परन्तु शप् इति सार्वधातुकप्रत्ययः तत्र इडागमस्य विचारः नास्ति एव इति मम चिन्तनम् न न इदागमस्य अत्र तु न अत्र तु यद्भवति सर्वं वदति वास्तवं वदति तत्र न कोऽपि सङ्घर्षः अथवा क्लेशः परन्तु मम प्रश्नः अस्ति अत्र अनिति इति एव अस्ति अनिति इति एव शब्दः अस्ति अनिति इत्यस्य अर्थः कः इट् न खलु न इट् अनिट् न इट् अनिट् न इट् अनिट् इति केवलं तावदेव वदति चेत् तत्र प्रत्ययस्य विशेषणम् अस्ति प्रत्ययस्य विशेषणम् अस्ति यः यस्मिन् प्रत्यये इत् नास्ति इति अर्थः सः प्रत्ययः सार्वधातुकः अपि भवितुमर्हति अर्धधातुकः अपि भवितुमर्हति यदि कोऽपि व्याकरणमेव न जानाति सः आगत्य एतत् सूत्रं पठति चेत् तदानीम् अर्धधातुके एव इडागमः भवति सार्वधातुके इडागमविचारः एव नास्ति अतः अनिति इत्युक्ते अर्धधातुकः एव इति कथं वक्तुं शक्नुमः अत्र स्पष्टतया अर्धधातुके इत्यस्य अनुवृत्तिः अस्ति तर्हि मम प्रश्नः अस्ति अर्धधातुके इत्यस्य अनुवृत्तिः नास्ति चेत् दोषः भवति वा न वा इति प्रश्नः तर्हि केवलम् अनिति इति एव वदति चेत् तत्र यः कोऽपि प्रत्ययः अनित् अस्ति अर्धधातुकप्रत्ययः अपि अनिट् भवितुम् अर्हति इत्युक्ते तत्र इदानीम् अनियर् इति प्रत्ययः अस्ति सः प्रत्ययः अनिट् अस्ति खलु अनियर् इति प्रत्ययः एवमेव शप् इति प्रत्ययः अपि अनिट् अस्ति अनिट् इत् इति तु तत्र सूत्रेण न उच्यते तत्र किं तत्र अर्धधातुकसेड् बलादेः इति सूत्रेण इडागमः भवति केवलम् अर्धधातुकप्रत्ययस्य एव इडागमः भवति तर्हि अर्धधातुकप्रत्ययं विहाय अन्ये सर्वे प्रत्ययाः अनिटः खलु अर्धधातुकप्रत्यये अपि केचन प्रत्ययः अनिटः किं शुभदा भगिनी किञ्चित् भ्रमः अस्ति भगिनि अनन्तरं भ्रमः इत्युक्ते शब्दं स्वीकृत्य अर्थावगमः भवति खलु अत्र अनिट् इति शब्दं यद्भवति पूर्वमेव अवगच्छति तत् सर्वं त्यजतु यद्भवति सामान्यतया अवगच्छति अर्धधातुकप्रक्रियायामेव इडागमविचारः सार्वधातुक तत्सर्वं त्यजतु इदानीम् अत्र भवत्याः पुरतः केवलं शब्दः अस्ति नेः लोपः अनिति इत्येव अस्ति तावदेव अस्ति चेत् तत्र दोषः भवति वा न वा इत्येव प्रश्नः तर्हि इदानीं वयं किं कुर्मः गृहपाठरूपेण यस्मिन् विषये चिन्तयामः नेः लोपः अनिति इति तावदेव अस्ति चेत् कुत्रचित् दोषः जायते वा न वा इति प्रश्नः भवति भगिनि तर्हि अनिति इत्यस्य कः अर्थः अर्धधातुके अर्धधातुकप्रत्ययाः द्विविधाः निट् अर्धधातुकः अनिट् अर्धधातुक इति अस्ति तस्मिन् विषये चिन्तयन्तु अनिति इत्यस्य नैतत्पुरुषसमासः कस्मिन् अर्थे अस्ति इति चिन्तयन्तु अनिति इत्यत्र नै इत्यस्य कः अर्थः इति चिन्तयन्तु अर्धधातुके एव चिन्तयन्तु चिन्तयित्वा अग्रिमसप्ताहे इतः अग्रे कर्तुं शक्नुमः अग्रे इदानीम् अग्रे गच्छामः इदानीं शुभदा भगिनी भवत्येव पठतु आं भगिनि अणिच् प्रत्ययः बलादिः नास्ति इति कारणतः तस्य इडागमः न कदापि भवति अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः अणिच् प्रत्ययः विधीयते तदा प्रथमणिचः स्वार्थिकणिचः लोपः भवति अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं भवति द्वितीयवारम् णिचः विधानं भवति किन्तु रणेरनिटि इत्यनेन प्रथमस्य लोपः भवति अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानमेव तत्र णिच् इति प्रत्ययः अस्ति अनुबन्धलोपे तस्मात् इ इति अवशिष्यते इ इति प्रत्ययः अधुना वलादिः नास्ति इति कारणात् तस्य इडागमः न भवति यतोहि अर्धधातुकस्येट् वलादेः इति अस्ति अतः तस्य वलादिः नास्ति इति कारणात् तस्य इडागमः न कदापि भवति अतः चुरादिगणे यः कोऽपि धातुः भवतु तस्य णिजन्ते स्वार्थे प्रथमं तु णिच् प्रत्ययः विधीयते तदनन्तरं हेतुमतिश्च इत्यनेन यदा प्रेरणार्थे णिच् विधातुम् इच्छामः तदा तस्य प्रथमणिचः नाम यः प्रत्ययः स्वार्थे वयं कृतवन्तः तस्य णिचः लोपः भवति इति णेरनिटिः णेरनिटि सूत्रं वदति. अतः केषुचित् क्षम्यतां कस्मिंश्चित् धातौ णिच् प्रत्ययः तु एकवारमेव भवति, यतोहि इवन् चुरादिगणे अपि णिच् प्रत्ययः स्वार्थे अपि भवति प्रेरणार्थे अपि भवति, परन्तु णेरनिटि इत्यनेन प्रथमः णिचः लोपः भवति एव. अतः तत्रापि एकवारमेव णिच् इति शिष्यते. अतः द्वितीयवारं णिचः विधानं भवति परन्तु तस्य प्रथमस्य लोपः भवति. अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं तु समानमेव, तत्र कोऽपि भेदः नास्ति, यतोहि प्रथमः णिचः लोपः एव भवति, तदनन्तरं समाना प्रक्रिया एव, अतः रूपं तु समानमेव. चोरयति भवति, चोरी भवति, चोरधातोः चोरयति इति स्वार्थे रूपम् अपि च प्रेरणार्थे रूपमपि चोरयति एव इति तस्य आशयः. समीचीनं समीचीनं भगिनी. अत्र अनियर् अनन्तरं तव्यत् चोरणीयम् इति भवति, तव्यत् चोरयितव्यं वा चोरितव्यं? चोरीयोगः चोरियोगः इतव्य इति अस्ति, चोरयितव्यं सत्यं चोर. अत्र सूत्रदृष्ट्या कथं प्रक्रिया कथम् एकवारं वदति वा? हा भवती एव प्रयत्नं करोतु. अनियर् इत्यत्र चोरी प्लस् अनियर् इति भवति न, इदानीं तत्र एकवारं वदतु, तत्र प्रेरणार्थे निचि वा स्वार्थे निचि वा? ओ तदपि अस्ति खलु, परन्तु रूपं तु समानं भवति खलु? हा रूपं समानं भवति, परन्तु प्रक्रिया वदतु, प्रक्रियां वदतु इति उक्तवती खलु, अतः पृच्छामि. अस्तु, नेरनिटि इति दृष्ट्या चोरी इति धातु इति यदा भवति तत्र तु स्वार्थे आलरेडि निच् अभवत्, इदानीं प्रेरणार्थे अनियर् प्रत्ययः योजनीयं. प्रेरणार्थे अनियर् प्रत्ययः नास्ति, प्रेरणार्थे पुनः णिच् प्रत्ययः योजनीयः. प्रेरणार्थे सारी णिच् प्रत्ययः योजयित्वा अनन्तरम् अनियर् प्रत्ययः भवति खलु. तदा नेः लोपः अनिति आर्धधातुके इत्यस्य इदानीं तत्र पश्यतु, चोरियोगः णिच् इति स्थितौ तत्र णिच् इति प्रत्ययः एव आर्धधातुकप्रत्ययः यस्य इडागमः नास्ति, अतः पूर्वतननिच् प्रत्ययस्य लोपः भवति चोर्योगः णिच्. इदानीं चोरी इति नूतनधातुः लब्धः, चोरियोगः अनियर् इति अस्ति, तर्हि तत्र अनियर् इति प्रत्ययः आर्धधातुकप्रत्ययः, चोरी इत्यत्र गुणः जायते चोरे, अनन्तरं चोर् चोरी गुणः जायते खलु? हौदु आम्. सः किं भवति? चोरय इति भवति न, अनियर् प्रत्ययः आर्धधातुकप्रत्ययः यस्य इडागमः नास्ति. सत्यम्. अतः पूर्वतननिच् प्रत्ययस्य लोपः चोरणीयः. प्रत्ययः वलादिः न सन्ति तत्र एव णेरनिटि इति कार्यं करोति खलु? यत्र किं यत्र प्रत्ययः यत्र प्रत्ययः वलादिः न सन्ति यथा इत्यस्मात् इ इति अवशिष्यते, अनियर् इति प्रत्ययः एते प्रत्ययाः तु वलादिः न सन्ति इति कारणात् तत्र इडागमः न वर्तते, अतः तत्र नेरनिटि इत्यस्य प्रसङ्गः. परन्तु अन्यस्मिन् प्रत्यये अन्येषु प्रत्ययेषु तु णिचित्य इति प्रत्ययस्य विधानानन्तरं चोरी पाठी इति वयं सनाद्यन्ता धातवः इत्यनेन तस्य धातुसंज्ञा भवति. परन्तु तदनन्तरं तस्य ते सर्वे अनेकाच् भवन्ति इति कारणात् तस्य अपि च वलादिप्रत्ययः अस्ति तत्र इडागमः तु भवति एव, अतः तत्र णेरनिटि इत्यस्य प्रसङ्गः नास्ति इति विधानं सत्यं वा समीचीनं वा? हा इति सामान्यतया वक्तुं शक्नुमः. सामान्यतया वक्तुं शक्नुमः इत्युक्ते तत्र तत्रापि त्वप्रत्ययः त्वाप्रत्ययः अस्ति चेत् विशेषः भवितुम् अर्हति. सामान्यतया यद्भवति उक्तवती समीचीनम्. अस्तु, इदानीं चोरी योगः तव्यत् प्रत्ययः तत्र तद् अनिति इति अनिट् अर्धधातुकप्रत्ययः नास्ति तव्यत् प्रत्ययः, अतः तत्र चोरी योगः तव्यत् इति यदा भवति चोरे तव्यत् इति भवति, चोरय तव्यत् इति भवति. तत्र ईडागमः अस्ति खलु, चोरी इति अनेकाच् अस्ति इति कृत्वा ईडागमः अपि अस्ति, अतः चोरयितव्यं चोरयितव्यं तत्र. ओके, अस्तु अस्तु अस्तु. इदानीं अग्रे विजया भगिनी पठति वा? आं महोदय, नमस्कारः. नमस्कारः. चुर् इति धातु सत्य सत्यापपाशरूपवीणा तूलश्लोक सेना लोम त्वच वर्मवर्ण चूर्ण चुरादिभ्यो निच् इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. चुर् योगः निच् चोरी स्वार्थे, हेतुमति च इत्यनेन प्रेरणार्थे निच् चोरी योगः निच् चोरी योगः नि इ नेरनिटि इत्यनेन प्रथम निच् लोपः भवति, इदानीमेव दृष्टवन्तः. चोर् योगः इ भवति, चोरी इति मेलन मेलनं भवति प्रेरणार्थे. अत्र चुर् इति धातुः स्वीकुर्मः चेत् एतत् बृहत् सूत्रेण सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वचवर्मवर्ण चूर्ण चुरादिभ्यो निच् इत्यनेन तत्र चुरादिगणे प्रथमं निच् प्रत्ययः विधीयते स्वार्थे. अत्र अनन्तरं चूर्योगः इदानीं निच् भवति, चोरि इति स्वार्थे भवति. हेतुमति च इति सूत्रेण प्रेरणार्थे अत्र प्रयोजक एव कार्यं प्रेरणार्थे इत्युक्ते निच् अत्र योजनं स्वीकुर्मः चेत् अत्र चोरि इति चोरियोगः निच् भवति, चोरियोगः इ. इदानीं नेरनिटि इत्यनेन अत्र निच् प्रथमनिच् यत्र अस्ति एतत् लोपं भवति, एतत् लोपः भवति, अतः चोरियोगः इ एव तिष्ठति. इदानीम् अन्तिमरूपं चोरि इति प्रेरणार्थे अन्तिमरूपं भवति. तावदेव खलु महोदय अत्र? आं समीचीनं समीचीनं. तत्र यद् या प्रक्रिया अस्माभिः चर्चिता सा एव अत्र अपि उच्यते. यत्र चुरादिगणीयधातुभ्यः निच् द्विवारं भवति, एकं तु स्वार्थे भवति, पुनः प्रेरणार्थे द्वितीयवारं भवति. यदा द्वितीयवारं निच् भवति सः निच् प्रत्ययः वलादिः नास्ति, अतः इडागमः अपि न भवति, अतः पूर्वतननिच् प्रत्ययस्य लोपः इति कृत्वा चोरी इति एव धातुः लभ्यते. तत्पश्चात् प्रक्रिया समाना, शप् विधानं सर्वं समानं, न कोऽपि भेदः. अस्तु अग्रे अरुणा भगिनी. अस्ति वा भगिनि? आं भगिनि. सामान्यधातूनां समग्रप्रक्रियाचिन्तनं क्रमेण अजन्तदातवः अकारान्तः आकारान्तः एकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः एदन्ताः तदा हलन्तधातोः अदुपदाः यदुपदाः उदुपदाः रुदुपदाः अवशिष्टाः अस्माभिः परिशील्यते आकारान्तधातवः इत्युक्ते अदन्ताः हलन्तधातुषु पश्याम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः सामान्य समग्रप्रक्रिया चिन्तनं निचन्तधातुत्वः वयं जानीमः पूर्वमपि धातवः अदन्तधातवः हलन्तधातवः अदुपदाधातवः इति वयं विभिन्नं कर्तः क्रमेण अजन्तधातवः इति उच्यते अकारान्त अकारान्त इकारान्त ईकारान्त उकारान्त ऊकारान्त ऋकारान्त ऋकारान्त एजन्तः हलन्तधातवः अपि अदुपदा उपदा उदुपदा मृदुपद अवशिष्टाः वयं परिशीलयति आकारान्तधातुः इत्युक्ते अदन्तः केवलं नाट् केवलम् अकार अदन्तदातवः अत्र तत्प्रकरणं कृतवती भगिनी अदन्तदातवः हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तदातुभिः तुल्याः प्रक्रिया प्रेरणाचिनिच् प्रक्रियायां प्रथमतः धातः विभजनम् अस्ति अजन्त इति हलन्त हलन्त अग्रे अपि अन्यविभागः अस्ति अद् उपद इदुपद उदुपद ऋदुपद अविष्टाः अस्मिभिः. समीचीनम्. एतादृशविभजनं तु सार्वधातुकप्रक्रियायाम् अपि अस्ति. तत्र तु प्रथमतया गणमाश्रित्य विभजनं, तत्पश्चात् प्रत्येकस्मिन् गणे एतादृशविभजनम् अस्ति अकारान्त आकारान्त ईकारान्त उकारान्त. केवलं भेदः सार्वधातुकप्रक्रियायाम् अपि च अर्धधातुकप्रक्रियायां वयं द्वयमपि स्वीकृत्य यदा वयं पश्यामः तदानीं भेदः कुत्र इति चेत् तत्र अर्धधातुकप्रक्रियायां तत्र सर्वेषां धातूनां ग्रहणं भवति, तत्पश्चात् तेषां विभजनं भवति. अजन्तधातुः हलन्तधातुः इति विभजनम् अजन्तधातुषु अन्तिमवर्णम् आश्रित्य विभजनं, पुनः अन्ते यः स्वरः अस्ति तम् आश्रित्य विभजनं, हलन्तधातुषु उपदायां कः वर्णः इति दृष्ट्वा तत्र पुनः विभजनं भवति इति भेदः. सार्वधातुकप्रक्रिया अपि सार्वधातुकप्रक्रिया अनयोः भेदः. तर्हि इदानीम् अग्रे भगिनी कश्चन प्रश्नः भगिनी, अत्र नेरनिटि इति सूत्रं चुरादिगणे एव प्रवर्तते तथा च प्रेरणार्थे यथा द्वितीयः णिच् प्रत्ययः विधीयते तस्यां वेलायामेव नेरनिटि आयाति. किन्तु नेरनिटि इति सूत्रं चुरादिगणे यथा चुरादिगणे ये धातवः सन्ति तेषां प्रेरणार्थे पदनिष्पत्तिः यथा भवति तस्यां वेलायामेव नेरनिटि इति सूत्रं प्रवर्तते इति वक्तुं शक्नुमः खलु. वेलायाम् एव इति नास्ति, तस्यां वेलायाम् एव इति नास्ति, तस्यां वेलायाम् अपि भवति. हा, तदेव आसीत् मम प्रश्नः. इत्युक्ते इदानीं चोरी इत्युक्ते द्विवारं निच् द्विवारं निच् यत्र भवति तदानीमेव नेरनीति इत्यस्य कार्यम् इति नास्ति. इति नास्ति, तदेव आसीत् प्रश्नः. अस्तु, यतोहि अनिति अर्धधातुके इति यदा वदति तर्हि यः कोऽपि अनिट् अर्धधातुकप्रत्ययः भवितुमर्हति, न केवलं निच्. निच् अपि अनिट् अर्धधातुकप्रत्ययः, अन्ये अपि प्रत्ययः अनिट् अर्धधातुकप्रत्ययाः सन्ति. इत्युक्ते एकवारं निच् प्रयोगः भवति ततः परम् अनिट् अर्थधातुक यः कोऽपि प्रत्ययः भवतु तत् निच् अपि भवतु अन्य कोऽपि प्रत्ययः भवतु तस्यां वेलायामपि नेरनिट्टि प्रवर्तते इति खलु भगिनि आम् आं सत्यम् अस्तु इदानीं चोरियोग ल्युट् इति वदामः चेत् तत्र प्रथमम् एकं निच् अस्ति ततः परं ल्युट् अस्ति ल्युट् इदानीम् आर्थधातुकप्रत्ययः अस्ति अनिट् अस्ति तथा प्रथमं निच्छः लोपः भवति सो अतः चोर् इति भवति चोरि इत्यस्य इकारः लुप्तः ल्युडन्तं रूपं न किम् अस्ति ल्युडन्तं रूपं चोरणं अतः चोरि इत्यस्य इकारस्य लोपः जायते चोर् इति भवति पुनः चोर अत्र एकं तु स्मर्तव्यम् अत्र यदा चुरादिगणीयधातुः इति यदा वदति तत्र द्विवारं निच् भवति तदेव द्विवारं सर्वदा तु न भवति खलु भगिनि सर्वदा भवति सर्वदा द्विवारं निच् अपि द्विवारं भवति वा चुरादिगणीयधातुभ्यः निच् प्रत्ययः सर्वदा द्विवारं भवति यतोहि चुरादिगणीयधातुभ्यः प्रत्यापपाशरूपतूल इति सूत्रेण निच् प्रत्ययस्य विधानं सर्वदा भवति भवति तत्पश्चात् यदा विवक्षा अस्ति प्रेरणार्थे विवक्षा अस्ति तदानीं पुनः निच् प्रत्ययः भवति तदानीं पूर्वतननिच् प्रत्ययस्य लोपः भवति अतः पुनः चोरि इति धातुः एव लभ्यते अस्तु इदानीं पुनः तत्र अन इति भवति ल्युट् प्रत्ययं योजयामः चेत् अन इति भवति तदानीं पुनः तत्र अनितार्धधातुकप्रत्ययः इति कृत्वा तत्र निच् प्रत्ययस्य लोपः अतः तत्र चोरणम् इति किमपि रूपम् अस्तु इदानीं प्रेरणार्थे नास्ति इति चेत् अपि चोरणम् इति रूपमेव भवति तत्रापि नेरनिटि प्रवर्तते न यदि प्रेरणार्थे नास्ति इति चेत् प्रेरणार्थे नास्ति द्वितीयः निच् न विधीयते सत्यं तत्रापि चोरि इति चोरि इति अङ्गं भवति आं चोरि इति धातुः चोरि इति अङ्गं भवति ततः परं ल्युट् भवति किन्तु द्वितीयः निच् न आयाति तत्र तावदेव अस्तु अस्तु भगिनि धन्यवादः अस्तु तत्र नेः लोपः अनिति आर्धधातुके इत्यस्य आर्धधातुके इति नास्ति चेत् किं भवति इति किञ्चित् विचारं कुर्वन्तु कृत्वा तत्र दोषः अस्ति वा नास्ति वा नो चेत् अनिति इत्यस्य कः अर्थः अनिति इति वदामः चेदेव आर्धधातुकस्य ग्रहणम् इत्यादि ये विचाराः सन्ति तत्सर्वं कृत्वा एकवारम् आगच्छन्तु कोऽपि प्रश्नः अस्ति भगिनि अत्र अन्तिमवाक्यस्य अर्थः यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः इति अहं वक्तुम् इच्छामि स्म तदानीं प्रश्नः आगतः लक्ष्मीभगिन्याः तर्हि तत्र इदानीं तत्र ए इति यः बिन्दुः अस्ति तत्र तु आकारान्तधातूनामेव उल्लेखः अस्ति ह्रस्वाकारान्तधातूनाम् उल्लेखः नास्ति तदर्थम् अत्र किं वक्तव्यम् इति चेत् ये ये ह्रस्वाकारान्तधातवः सन्ति तेषां सर्वेषाम् आर्धधातुकप्रक्रियायाम् अतोलोपः इत्यनेन ह्रस्वाकारस्य लोपः भवति इति कृत्वा ते सर्वे धातवः हलन्ताः भवन्ति आर्धधातुकप्रक्रियायाम् अतोलोपः इति एकं सूत्रमस्ति आर्धधातुकप्रत्यये परे ह्रस्वकारस्य लोपः भवति तर्हि यः कोऽपि अदन्तधातुः अस्ति तस्य अनन्तरम् आर्धधातुकप्रत्ययः अस्ति चेत् ह्रस्वकारस्य लोपः भवति इति कृत्वा ते सर्वे हलन्तः भवन्ति. अवगतम्? अग्रे एतस्य विषये इतोपि पठामः वा? हा, अवश्यं पठामः. हलन्तधातुषु एतेषाम् अध्ययनं भवति. हलन्तधातुषु एतेषाम् अध्ययनम् अस्माभिः एकवारं कृतम् आसीत् चुरादिगणे अपि. अतः नूतनं तत्र तु यथा वयं दृष्टवन्तः एकः धातुः कथ इति धातुः कथयति. हा, कथयति. तत्र अकारः अन्ते अस्ति, अनन्तरं तत् अकारः अतोलोपः अतोलोपः इत्यनेन ह्रस्वकारस्य लोपः अनन्तरं तत् परिभाषा तत्सर्वम् अस्माभिः पठितं. समाना प्रक्रिया अत्रापि, न कोऽपि भेदः. ओ एवम्, अस्तु अस्तु. अस्तु, तर्हि वयम् अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः भगिनी. शुभदिनम्.